नमस्ते, तर्हि अधुना करपत्रमस्ति धातुपाठे हल्सन्धिः इति. करपत्रं समाप्य अग्रिम नूतनकरपत्रं स्वीकृतः. तर्हि आहत्य महोदय गतसप्ताहे परिशिष्टमिति भागे उक्तवान् निमित्तपाये नैमित्तिकस्य अपायः इति किमपि नास्ति, व्याकरणलोके नास्ति, केवलं यत् परिभाषयन्तु शेखरः इति पुस्तके किञ्चित् तादृशम् उक्तवान् इति उक्तमस्ति, किन्तु तत्तु परिभाषा नास्ति इति कृत्वा वयं न स्वीकुर्मः. तर्हि असिद्धत्वं स्वीकृत्य चिन्तनं भवति खलु इति उक्तवान्. तर्हि अनन्तरम् अभ्यासः प्रवर्तं मनः अस्ति. दुः इति दातु सुधार विद्या भगिनी करोति. अस्तु भगिनि, दुः दो दुः योगः सि. अत्र दुः इति धातुः दकारादिः हकारान्तः. प्रथमम् अत्र दुः उपधायाम् इक् वर्णः अस्ति, सिप् पित् प्रत्ययः अस्ति, अतः अत्र पुगन्धलघुपदस्य च इति गुणकार्यं. दो दोः योगः सि. अनन्तरं दादेर्धातोर्गः इति सूत्रेण दादि दकारादिधातुः हकारान्तधातुः, हकारस्य गकारः, दो धोग् योगः सि. अनन्तरम् अत्र धातोः अवयवः अन्ते घकारः जश्वर्णः, एकाच् भष् स्थाने भषादेशः, अतः दो धोक् योगः सि. अनन्तरम् आदेशप्रत्ययोः इत्यनेन दो धोक् योगः षि. अत्र घकारः इन् कवर्गीयवर्णः, धो धोक् योगः षि. अनन्तरं करी च इत्यनेन अत्र कवर्गस्य प्रथमवर्णः आगच्छति, धो धोक् योगः षि, धो धोक्षि इति रूपम् अस्ति. इदानीमत्र व्रश्च इति धातुः, अत्र वाव्रश्च इति यङ्ग्लुकन्त यङ्ग्लुक् धातुः अस्ति. वाव्रश्च योगः सि. अत्र प्रथमं वाव्रश्च इत्यस्मिन् यः षकारः अस्ति तत्तु मूले सकारः, चकारस्य प्रभावेन अत्र षकारः अभवत्. अतः अत्र स्कोः संयोगाद्योरन्ते च इति सूत्रेण अत्र षकारस्य लोपः भवति. लोपः भूत्वा अत्र पाव्रच् योगः सि. इदानीमत्र व्रश्च भ्रज्ज सृज मृज यजराज भ्राजच्छशां षः इत्यनेन यः वाव्रच् इत्यस्मिन् चकारः अस्ति, चकारः अत्र षकारः भवति, वाव्रष् योगः सि. अत्र सूत्रे व्रश्च इति दत्तमस्ति, अतः एतस्य सूत्रस्य प्रसक्तिः वाव्रश् योगः सि यथा भवति, अत्र षढोः कः सि इत्यनेन अत्र षकारस्य स्थाने ककारः, वाव्रक् योगः सि. इदानीमत्र ककारः कवर्गीयव्यञ्जनम्, अतः अत्र आदेशप्रत्यययोः इत्यनेन यः अपदान्तसकारः अस्ति अत्र तस्य षकारः वाव्रक् योगः षि. इदानीमत्र षकारः खर्वर्णः, अतः झल्वर्णः ककारः अस्ति, सः ककारः ककारः एव आदेशः भवति, वाव्रक् योगः षि. इदानीं वर्णमेलनं भूत्वा वाव्रक्षि इति रूपं निष्पन्नं भवति. शुक्रवन् आं भगिनि. स्यन्द् इति धातुः सास्यन्द् इति यङ्लुगन्तरूपं यङ्लुगन्तधातुः तत्र सास्यन्द्योगः सि अन्ते बकारः अस्ति अपि च संयोगः अस्ति किन्तु पदान्ते नास्ति इति कृत्वा केवलं केवलं वर्णमेलनमेव तत्र स्यात्सन्द् खरीच इति सूत्रेण दकारस्य तकारादेशः भूत्वा सास्यं सि इति रूपं निष्पन्नं भवति दश्च इति सूत्रस्य कामं कार्यं नास्ति वा दर्शति पदान्ते एव भवति खलु ओ धातोः पदस्य आम् ते केवलं खरीच इत्यनेन सास्यन्सि इत्येव रूपम् अन्य नूतनः कः आगतः भगिनी सरला अस्मि किन्तु सङ्गकरं न कार्यं करोति अहं बालानां शिबिरे अस्ति शिबिरे अस्मि तत्र वैफै भगिनी तत्र पूर्वं सास्यन्द् योगः सि तत्र नश्च पदान्तस्य जलि प्रथमं कार्यं करोति किल नकारस्य अनुस्वारः अनन्तरं करी च अनन्तरम् अनुस्वारस्य अनुस्वारस्य ययि परसवर्णः इत्यन्त पुनः नकारादेशः भवति वा ओ नश्चापदान्तस्य झलि इत्यनेन प्रथमम् अनुस्वारादेशः तदनन्तरं पुनः अनुस्वारस्य ययि परसवर्णः इति इत्युक्ते सर्वदा तादृशमेव भवति किल आमां किन्तु क्रमः कः इति चिन्तनीयं भवति प्रथमं तद् भवति इति भगिनी भवति किन्तु विस्मरामः खलु अधुना विस्मृतवन्तः तथा एव आमामां तत् मम प्रश्नः किन्तु नुमागमः प्रायः अस्ति तर्हि नुम नकारस्य निश्चयेन अनुस्वारस्य परन्तु अत्र अत्र तकारः अस्ति इति कृत्वा नकारः भवति परन्तु यदि तकारः नास्ति अन्ये वर्ण यदि ककारः अस्ति चेत् तत्र गकारः भवति किल ओ कवर्गस्य आम् आम् आं धन्यवादः भगिनी अत्र नुमागमः कथं वा भवति अत्र तत्तत् समीचीनमेव परन्तु अत्र नुमागमः तु नास्ति किल किमर्थं धातुः अत्र स्यन्दू अस्ति भगिनि अत्र ऊकारः अस्ति अन्ते अत्र अग्रिम उदाहरणमस्ति सृज् सै सृज् सृजि दृशेर्जल्यमक् जल्यमक् इति इत्यनेन अमागमः सरि सरि सृ अयोगः च अत्र ऋकारः अनन्तरम् अच्वर्णः इको यनचि इत्यनेन यन्नादेशः सरिसृज् योगः सि सरि सृज् सृज् इति सृज् इति मूले धातुः, तत्तु व्रश्च प्रश्च सृज मृज यज राज ब्राज च शांशः इत्यस्य प्रसक्तिः। अतः तत्र जकारस्य स्थाने, अन्तिमजकारस्य स्थाने षकारः, किमर्थम् इत्युक्ते सकारः जल्वर्णः अस्ति जलिपरे। सरि स्रश् योगहसि, अनन्तरं षडोः कहसि इत्यनेन षकारस्य ककारः, सरि स्रक् योगहसि, अनन्तरम् अत्र सरि स्रक् ककारः अस्ति कवर्ग्यवर्णः, अतः सकारस्य षत्वम् आदेशप्रत्ययोः इत्यनेन सरिस्रक् योगहसि, अनन्तरं करी च इत्यनेन ककारस्य ककारादेशः सरिस्रक्षि। मूर्छा इति धातुः, अत्र अनुबन्धलोपानन्तरं मूर्छ् भवति। यङ्लुकी तु मोमूर्च् धातुः अस्ति, मोमूर्च् योगः सि। इदानीम् अत्र अन्ते छकारः अस्ति, तस्मात् पूर्वं रेपः अस्ति, अतः अत्र राल्लोपः इत्यनेन छकारस्य लोपः भवति। मोमुर् योगः सि। इदानीम् अत्र सि इति सिप् अस्ति, अत्र उपधायाम् इक् वर्णः अस्ति उकारः, अतः पुगन्तलघुपधस्य च इत्यनेन उपधायाः गुणः भूत्वा मोमोर् योगः सि। अनन्तरमत्र रेपः यदस्ति तत्तु इन् प्रत्याहारस्य वर्णः, अनन्तरं सप्रत्यय अपदान्त स अस्ति, अतः अत्र आदेशप्रत्यययोः इत्यनेन सकारस्य स्थाने षकारः, मोमोर् योगः षि, वर्णमेलनं भूत्वा मोमोर्षि। महोदय, अत्र स्यन्द् इति दातु, स्यन्द् इति एव दातु, अत्र इदित् नास्ति, मूले एव नकारः। तदेव महोदय उक्तवान्, ओ उक्तवान् वा, तर्हि नष्टापदान्तस्य जलि तर्हि कार्यं न करोति, तत्रापि मूले नकारः एव आसीत्, इदानीं नष्टापदान्तस्य जलि इति सन्धिकार्यम् अनन्तरं भवति। यदि तत्र अत्र उपधायां नकारः अस्ति, मूले नकारः, अनिदिद्धातूनां हल् उपदाय नकारलोपः भवति किल, यदि प्रत्ययः कित्वा नित् अस्ति चेत्, अतः एव एतत् तादृशधातुः अस्ति अनिदिद्धातुः। यदि यदि अपि सीतः इति आसीत् चेत् नकारस्य लोपः भवति। अहं करोमि वा भगिनि? बुद्ध् इति धातुः, बो बो बुद्ध् इति यङ्लुगन्तधातुः। इदानीं तत्र उपधायां इक् वर्णः अस्ति इति कृत्वा उगन्तलघुपदस्य इत्यनेन गुणं प्राप्य बो बोध् इति रूपं भवति। इदानीम् अन्ते धकारः अस्ति, झष्वर्णः, तत्पूर्वं भो इति अस्ति, तत्र बकारः भश् भषि अन्यतमः, एकाच् अस्ति तत् धात्वंशे इति कृत्वा एकाचो दशो भष् झषन्तस्य द्वोः द्वोः इति तत्र सि इति तत्र सकारः अस्ति इति कृत्वा अस्य सूत्रस्य प्रसक्तिः अस्ति। अनेन बो भोद् इति रूपं प्राप्नोति। इदानीं खरीच इत्यनेन अन्तिममहाप्राणधकारस्य तकारादेशः भवति, भो भोत् इति भवति. अनन्तरं वर्णमेलनं कृत्वा भो भोत्सि इति अन्तिमरूपम्. अग्रे लाचि वदामि वा भगिनि? लाचि लाच् अत्र इदि धातुः अस्ति, नुमागमः आगच्छति, लाञ्च् ला लाञ्च् योगः सि. अत्र तुक्सहितचकारः नास्ति, अतः चोः शूरनासिके च इत्यस्य प्रसक्तिः नास्ति. अत्र वृषभश्च अपि प्रसक्तिः नास्ति, तुक्सहितचकारः नास्ति. तर्हि अत्र सामान्यसूत्रं चोः कुः इत्यनेन चकारस्य स्थाने खकारः, अनन्तरं ककारः, अनन्तरं तत्र तत्र तत्र नश्च पदान्तस्य जलि इत्यनेन नकारस्य अनुस्वारादेशः ला लङ्क् योगः सि. अनन्तरम् आदेशप्रत्ययोः इत्यनेन कवर्गीयवर्णः ककारः, अतः षत्वं ला लङ्क् षि. अनन्तरम् अत्र अनन्तरं खरीच इत्यनेन महाप्राणककारस्य कवर्गस्य प्रथमवर्णः ककारः ला लङ्क् षि. अनन्तरम् अनुस्वारस्य ययि परसवर्णः इत्यनेन अनुस्वारस्य स्थाने कवर्गस्य पञ्चमवर्णः ककारः ला लङ् ला लङ्क्षि ला लङ्क्षि. आं भगिनि, इदानीम् अत्र धातुः अस्ति भ्रश्च, यङ्लुगे अस्ति बाभ्रश्च, बाभ्रश्च योगः सि. अत्र स्कोः संयोगाद्योरन्ते च इत्यनेन अत्र सकारस्य लोपः भूत्वा बाभ्रज् योगः सि. अनन्तरं व्रश्च भ्रज् सृज मृज यजराज भ्राज छषां शः. किमर्थमित्युक्ते अत्र धातुः अस्ति भ्रज्, अतः जकारस्य स्थाने षकारः, बाभ्रश् योगः सि. इदानीं षढोः कः सि इत्यनेन षकारस्य स्थाने ककारः, बाभ्रक् योगः सि. आहत्य अत्र इदानीं ककारः कवर्गीयव्यञ्जनं, अतः आदेशप्रत्यययोः इत्यनेन सकारस्य षकारः, बाभ्रक् योगः षि. अनन्तरमत्र खदीच इत्यनेन ककारः ककारः एव. अन्ततो गत्वा अत्र वर्णमेलनं भूत्वा बाभ्रक्षि इति रूपं निष्पन्नं भवति. तत्पूर्वं भगिनी, तत्र वृक्षभ्रस्य इति सूत्रे अलोन्त्यस्य इत्यनेन केवलं धातोः अन्ते यत् वर्णः अस्ति तस्य एव षकारादेशः इति. अनन्तरं जकारः एव अस्ति, जकार एक एव खल् वर्णः अस्ति खलु, तर्हि अन्ते अन्ते तत्र हा हा दद् दध् दादध् इति यङ् लुगन्तधातुरूपं, तत्र अन्ते धकारः अस्ति, न सारि घकारः अस्ति, धघ् दा दघ् इति यङ् लुगन्तधातुरूपम्, अन्ते घकारः अस्ति, तत्र अन्यत् किमपि कार्यं नास्ति, केवलं खरीच इत्यनेन महाप्राणघकारस्य ककारादेशः, दा धक् दा दक् इति दकारः अस्ति खलु अन्तिमं ओ धत् क्षम्यतां भगिनि दध् इति धातुः दध् इति यङ्लुगन्तरूपं तत्र धकारः अन्ते अस्ति तत्र प्रायः किमपि कार्यं नास्ति खडीच इत्यनेन महाप्राणधकारस्य तकारादेशः भवति तदनन्तरं वर्णमेलनम् एव दत्सि इति आम् आम् आम् आम् आम् धकारः झष् झषि अस्ति अपि च तत्पूर्वं दकारः भषि अस्ति इति कृत्वा अपि च दकाराधिपत्येः परे अस्ति इति कृत्वा एकाचो भषो भष् झषन्तस्य धोः इति सूत्रेण दकारस्य अल्पप्राणदकारस्य धकारादेशः भवति स्थाने अन्तरतमः इति परिभाषया दध् इति रूपं भवति तदनन्तरं खरीच इत्यनेन अन्तिममहाप्राणधकारस्य तकारादेशः भवति दधत् इति रूपम् इदानीं वर्णमेलनं कृत्वा दधत्सि इति अन्तिमरूपम् धन्यवादः अस्तु ब्रह्म बं ब्रह्म बं ब्रह्म इति धातुः बं ब्रह्म योगः सि अत्र प्रथमं नश्चापदान्तस्य जलि मकारस्य स्थाने अनुस्वारादेशः जलिपरे उभयत्र भवति बम् इति अस्ति तत्रापि अनुस्वारः अनन्तरं अत्र अनुस्वरस्य ययी परसवर्णः केवलं प्रथमं यत्र अस्ति तत्र पुनः मकारः आगच्छति अत्र तु अनुस्वरः तथैव तिष्ठति किमर्थम् इत्युक्ते सकारः ययी प्रत्याहारे नास्ति अतः बं ब्रंस् बं ब्रंसि ध्रस् इति धातुः यङ्लुकि दाध्रस् दाध्रस् योगः सि अत्र केवलं वर्णमेलनम् एव भूत्वा दाध्रसि इति रूपं भवति आम् इदानीं सृप् इति धातुः किल सरीसृप् इति यङ्लुगन्तधातुः तत्र पकारः अस्ति किन्तु उपदायां ऋकारः अस्ति इति कृत्वा उगन्तलघूपदस्य इत्यनेन ऋकारस्य अर् पुगन्त गुणं भूत्वा अकारः अपि च उरण्ड्रपरः इत्यनेन अर् इति आदेशः भवति सरि सर्प् इति भवति तत्र अन्ते पकारः सायुर् अन्ते पकारः अस्ति खरीच इत्यनेन पकारादेशः एव भवति तर्हि सर्प्सि इत्येव भवति अत्र रेफस्य किमपि कार्यम् अस्ति वा इति अहं चिन्तयामि यजोः राक्षस्य नास्ति नास्ति तावदेव हरि सर्गै इति अन्तिमरूपम् सृप् सरि ओ तत् अभवत् जसि जन्स् जाजन्स् योगः सि अत्र नश्च पदान्तस्य जलि इत्यनेन नकारस्य स्थाने अनुस्वारः अनन्तरं करी च इत्यनेन सकारस्य पुनः सकारः एव अतः जाजन्सि जाजन्सि इदानीम् अत्र हृच्छा अस्ति अनुबन्धलोपानन्तरं हृच् यङ्लुकि हो हृच् योगः सि इदानीमत्र रेफा परे अत्र छकारः अस्ति सि इति झादिप्रत्ययः अपि अतः अत्र चकारस्य लोपः राल्लोपः इत्यनेन होहुर् योगः सि सि तित् प्रत्ययः उपधायाम् इक् वर्णः उकारः अस्ति अतः पुगन्तलघुपधस्य च इत्यनेन अत्र उकारस्य गुणः होहोर् योगः सि इदानीमत्र रेपः इन् प्रत्याहारस्य वर्णः अपि च अनन्तरम् अपदान्तसकारः अतः आदेशप्रत्यययोः इत्यनेन सकारस्य षत्वं भूत्वा ओहोर् योगः षि इदानीमत्र केवलं वर्णमेलनम् ओहोर्षि इति रूपं निष्पन्नम् वृत् इति धातुः वरीवृत् इति यं लुगन्तधातुरूपं तत्र उपधायां ऋकारः अस्ति इति कृत्वा गुणं भूत्वा वरीवर्त् इति भवति अन्ते तकारः अस्ति खरीच इत्यनेन तकारः एव तिष्ठति वरीवर्त्सि इति अन्तिमरूपम् तुर्वी तोतुर्वियोगः सि अत्र तोतुर् तत्र रेपस्य अनन्तरं वकारः अतः राल्लोपः इति सूत्रेण रेपात् परस्य वकारस्य लोपः जलीपरे इति कृत्वा तोतुर् इति अस्ति अनन्तरं पुगन्तलघुपदस्य च इत्यनेन उपधायाम् इक् वर्णः गुणः भवति तोतोर् योगः सि अनन्तरम् अत्र आदेशप्रत्यययोः रेपः इन् प्रत्याहारे अस्ति इति कृत्वा सकारस्य षत्वं तोतोर्षि वृद्ध् धातुः वरिवृद्ध् यङ्लुगन्तधातुः वरिवृद्ध् योगः सि इदानीमत्र प्रथममत्र सकारः पित्प्रत्ययः अतः ऋकारस्य गुणः प्रथमम् अनन्तरम् उरण्ड्रपरः इत्यनेन वरिवर्ध् योगः सि तदनन्तरमत्र धकारः सकारः खर्प्रत्ययस्य वर्णः अतः धकारस्य स्थाने तकारादेशः वरिवर्त् योगः सि वर्णमेलनमिदानीं वरिवर्सि दुर्वी इति धातुः दो दुर्व् इति यङ्लिङ्गरूपं तत्र दो दुर्व् इति प्राल्लोपः इति सूत्रेण वकारस्य लोपः भवति झलीपरे इति कृत्वा इदानीं दो दुर् इति रूपं इदानीम् उपदायाम् उकारः अस्ति इति कृत्वा उकारः अस्ति इति कृत्वा पुगन्तलघुपदस्य लघुपदस्य इत्यनेन गुणं भूत्वा दो दोर् इति भवति. इदानीम् आदेशप्रत्ययोः इति दो दो दोर् योगः सि तत्र रेपः इन् प्रत्याहारे अन्यतमः इति कृत्वा अस्य सूत्रस्य प्रसक्तिः तेन सकारस्य शकारादेशः भूत्वा अन्तिमरूपं दो दोर्षि इति भवति. वृष् वरीवृष् योगः सि अत्र गुणः भवति पुगन्तलघुपदस्य इत्यनेन ऋकारस्य स्थाने अकारः अनन्तरम् उरण्ड्रपरः इत्यनेन रेपः वरीवर्ष् योगः सि इदानीं वरीवर्ष् तत्र अन्ते ताल्लवेशकारः अतः व्रश्च ब्रश्च सृज मृज यज राज प्राज च शांशः इत्यनेन मूर्धन्यशकारादेशः वरीवर्ष् योगः सि अनन्तरं षडोः कः सि इति कृत्वा तत्र शकारस्य ककारः वरीवर्क् योगः सि अनन्तरम् आदेशप्रत्यययोः इति सूत्रेण तत्र ककारः कवर्गीयवर्णः इति कृत्वा षत्वं सकारस्य षत्वं वरीवर्क् योगः षि अनन्तरं करी च इत्यनेन ककारस्य पुनः ककारादेशः वरीवर्क्षि. मुर्वि इति धातुः दीर्घ ईकारः अत्र मुर्वि इति धातुः मोमुर्व् इति यङ्लुकि धातुः अस्ति मोमुर्व् योगः सि अत्र प्रथमं राल्लोपः इत्यनेन रेपात् परः यः वकारः अस्ति तस्य लोपः अनन्तरं झल् प्रत्याहारस्य वर्णः अस्ति अतः मोमुर् योगः सि रेपः इन् प्रत्याहारस्य वर्णः अपि च सकारः अपदान्तसकारः अतः आदेशप्रत्यययोः इत्यनेन सकारस्य षकारः मोमुर् योगः षि इदानीं केवलं वर्णमेलनं भूत्वा न क्षम्यतां भगिनि मोमुर् योगः सि यदा अस्ति अत्र सकारः सि इति सिप् सिप् अस्ति अतः पित् अस्ति पुगन्तलघुपधस्य च इत्यनेन उपधायां यः उकारः अस्ति तस्य गुणः भूत्वा मोमोर् योगः सि इदानीम् आदेशप्रत्यययोः भूत्वा मोमोर् योगः षि अनन्तरं वर्णमेलनं भूत्वा मोमोर्षि. कृष् इति धातुः छरि कृष् इति यङ् लुगन्तधातुः तत्र अन्ते शकारः अस्ति तत्पूर्वम् उपदायां ऋकारः अस्ति कृत्वा पुगन्तलघुपदस्य इत्यनेन गुणं भूत्वा छरि कर्ष् इति रूपम् इदानीं अन्ते शकारः अस्ति इति कृत्वा व्रश्च भ्रश्च सृज मृज यजराजभ्राजच्छशांशः इति सूत्रेण शकारस्य तालव्यशकारस्य मूर्धन्यशकारादेशः भवति चरि कर्ष् इति भवति. इदानीम् अन्ते मूर्धन्यशकारः अस्ति इति कृत्वा षडोः कः सि अपि च सि परे अस्ति इति कृत्वा षडोः कः सि इत्यनेन ककारादेशः चरि कर्क् इति रूपम् इदानीम् आदेशप्रत्यययोः इति सूत्रस्य प्रसक्तिः ककारः अन्ते इति कृत्वा सि इति प्रत्ययस्य सकारस्य षकारादेशः भवति मूर्धनिषकारादेशः भवति चरि कर्क्षि चरि कर्क्षि इति अन्तिमरूपम्. तत्र भगिनी एकः प्रश्नः, ह्यः महोदयेन उक्तं व्रश्च भ्रश्च सृज मृज यजराज भ्राजच्छशाम् इति अस्ति. तत्र मूलसूत्रे तुक्सहितचकारः न आसीत् इति महोदयेन उक्तं, किन्तु तादृशं करपत्रे न पठितम् इति सत्यं महोदय. अन्तिमपरिशिष्टमिति भागे तु तदेव उक्तवान् आसीत्, चोः षोडनुनासिके ब्रश ब्रश उभयोः अपि सुकृहितचकारः इति मन्तव्यम् इति तदेव उक्तवान्. तत्र चर्चा तत्र परिशिष्टे इति भागे चर्चा अभवत् तुक्सहितचकारः भवेत् वा न भवेत् वा इति चर्चां कृत्वा द्वयोः सूत्रयोः अपि तुक्सहितचकारः एव भवेत् इति, किन्तु मूलसूत्रे तत् न आसीत् इति यत्र कुत्रापि न उक्तं किल. भवन्तः मूलसूत्रे मूलसूत्रं पाणिनिना यत्कृतं तदेव अधुना पठामः खलु. मूलसूत्रे इति उक्तमस्ति, किन्तु महोदयेन विपरीततया उक्तं. किमर्थम् अहं एतत् वदामि चेत् पूर्णतया न श्रुतं मुद्रणम्. अहं शोषामि महोदय, महोदयमपि पृच्छामि किमर्थम् इत्युक्ते अत्र इच्छा इति दत्तमस्ति सूत्रं सूत्रे इति कृत्वा एव चर्चा आरब्धः खलु, नो चेत् चर्चायाः एव न खलु. आम् ततः एव चर्चा आरब्धा तर्हि महोदय पृच्छामि एवम् उक्तवान् चेत् अहं ह्यः ह्यः अहं किं कृतवान् वाट्साप् ग्रूप् मध्ये मम निगमनं स्थापितवान् किल, तत्र महाभाष्यकारः पक्षद्वयमपि साधुः इति उक्तवन्तः, किन्तु यदि निति इति अनुवृत्तिः स्वीकुर्मश्चेत् तत्र व्रश्च भ्रश्च इति सूत्रस्य सूत्रे तुक्सहितचकारस्य आवश्यकता अस्ति इति कृत्वा तत्र सूत्रस्य समी दोषः किमपि नास्ति, किन्तु यदि निति इति अनु छोः षूडनुनासिके च इति सूत्रे निति इत्यस्य अनुवृत्तिः न स्वीकुर्मश्चेत् व्रश्च भ्रश्च इति सूत्रे तुक्सहितचकारस्य आवश्यकता एव नास्ति इति पर्यवसति इति कृत्वा किमर्थं दोषः वक्तव्यम्. अतः चोः शूलननासिके च इति सूत्रे निति इति अनुवृत्तिः स्वीकार्यमेव इति मया उक्तं, किन्तु तस्मिन् समये महोदयेन उक्तं व्रश्च भ्रश्च इति सूत्रे मूलसूत्रे तुक्सहितचकारः न आसीत् एव इति कृत्वा तत्रापि दोषः वर्तते, अतः तदपि समीकार्यमेव इति महोदयेन उक्तम्. तादृशं भवन्तः अवगतवन्तः वा मूले? यत् अहं श्रुतवती ध्वनिमुद्रेण प्रायः सम्यक्तया न श्रुतवती, किन्तु महोदयेन यत् मया अवगतम् इत्युक्ते अत्र महाभाष्यकारः एव अन्तिम मुनिः इति कृत्वा भाष्यकारः वदति निति अस्ति श्रुतम् निति इति अनुवृत्तिः आसीत् चेदपि न आसीत् चेदपि उभौ अपि समीचीनम् इति अनुवृत्तिपक्षः निवृत्तिपक्षः इति स्वीकृत्य वदति खलु. तर्हि यदि तृतीय मुनिः तथा वदति चेत् तदेव अस्माभिः स्वीकर्तव्यम् इति उक्तवान्, पक्षद्वयमपि साधु इति स्वीकरणीयम् इति. भगिनि अहं किञ्चित् वदामि वा? अत्र यत् महोदयेन उक्तं तत्र मूलसूत्रे व्रश्य भ्रश्य इति सूत्रे तुक्सहितचकारः नास्ति इति महोदयेन उक्तं, तत्तु सत्यमेव. किमर्थम् इत्युक्ते यदि वयं तत्र तत्र व्रश्य भ्रश्य इति सूत्रं वयं तत्र पदच्छेदं यदि वयं कुर्मः तत्र राजब्राज इति एव अस्ति, राजब्राज अनन्तरं चकारः अनन्तरं तालवे शकारः. यदि वयं तत्र सन्धिं कुर्मः तदा एव तत्र चेच इत्यनेन चकारः मध्ये तुक् मध्ये आगच्छति. मूलसूत्रे तु तुक् नास्ति, यदि सन्धिं कुर्मः तदा एव तत्र तुक् आगच्छति इति कृत्वा एव महोदय वदति मूलसूत्रे केवलं चकारः एव न तु तुक् सहितचकारः अतः एव प्रश्नः आगच्छति अत्र तुक् स्वीकरणीयं वा न नो वा नो चेत् न वा इति भगिनि मूलसूत्रे नास्ति इति उक्त्वा कुत्र दृष्टवती मूलसूत्रमिति महोदय अत्र यत्र सूत्रस्य विषये व्याख्यानं वदत् लिखति तत्र महोदयेन उक्तवान् अत्र ज च चषाम् इति भागे छे च इत्यनेन तुक् आगमः सति तत्र ज चषां तदा श्रुत्वा सन्देहे ज चषां तर्हि अत्र धातुः यदि धातोः अन्ते ब्राज एव अस्ति ब्राज् इति धातुः अत्र अकारं मिलित्वा ब्राज अनन्तरं चकारः अनन्तरं तालवे शकारः मध्ये चेच इत्यनेन एव चकारः आगच्छति परन्तु मूलसूत्रे तु नास्ति इति महोदय वदति इति अहं चिन्तयामि किन्तु भगिनी विद्या भगिनी तत्र मूलसूत्रे नास्ति इति अस्माभिः कथं वक्तुं शक्यते मूलसूत्रे तादृशमेव पाणिनिना लिखितं वा व्याख्यानं दृष्ट्वा यदि तत्र पदच्छेदं कुर्मः तत्र तु अनेके दातवः सन्ति किल व्रश भ्रश सृज मृज सर्वं पदच्छेदं कुर्मः चेत् तर्हि तत्र ब्राज् इति धातुः अनन्तरं चकारान्तः शकारान्तः यदि वयं मिला सर्वे सन्धिं कुर्मः तत्र एव तुक् आगमः भवति इति महोदय वदति किमर्थमित्युक्ते तत्र व्याख्यानं दृष्ट्वा एव वयम् अवगन्तुं शक्नुमः केवलं मूलसूत्रं पश्यामः चेत् तत्र वयम् अवगन्तुं न शक्नुमः वयं चिन्तयामः तत्र तुक् अस्ति एव इति परन्तु महोदय वदति अत्र व्याख्याने अपि महोदय चकारान्तः एव लिखितवान् अस्तु भगिनि किन्तु चषां किन्तु किम् उक्तवती भगिनि पुष्पभगिनि अस्तु भगिनि तासु उक्तं त्वम् अत्र न्यासः इति भागे तु च इत्यनेन इच्छकारान्तानां ग्रहणम् इति उक्तमस्ति प्रायः तदेव सूत्रे काशिकावृत्ते तादृशं नास्ति व्रश्च भ्रज सृज मृज यज राज ब्राज इत्येषां छकारान्तानां शकारान्तानां च शकारादेशः भवति जलि परतः पदान्ते च इति काशिकावृत्तेः तादृशं लिखितं नासीत् अस्ति किन्तु न्यासः इति भागे तत्र उक्तमस्ति चकारेण इच्छ इत्यस्य अपि ग्रहणम् इति उक्तमस्ति इच्छ इत्यस्य एव ग्रहणम् इति उक्तमस्ति न्यासः इत्युक्ते किं भगिनि न जानामि न्यासः इति अन्य व्याख्यानम् काशिका न्यासः पदमञ्जरी बालमनोरमा तत्त्वबोधिनी लघुसिद्धान्तकौमुदी अपि च महाभाष्यम् एते सर्वे व्याख्यानानि एव तेषामपि अधिकारः अस्ति वा मुनित्रयाणाम् अधिकारः एव अस्ति अपि च उत्तरोत्तरमुनीनां प्रामाण्यम् इति यदि पाणिनिमहर्षिः अपि च पतञ्जलिमहर्षि तयोः मध्ये विरोधः अस्ति चेत् पतञ्जलिमहोदयम् एव स्वीकरणीयं किन्तु अत्र विरोधः नास्ति पक्षद्वयमपि भवितुमर्हति पक्षद्वयेन अपि इष्टरूपं साधितुं शक्यते इति पतञ्जलिमहोदयेन उक्तम् इति कृत्वा किमर्थं पाणिनिमहर्षेः महर्षि सूत्रे दोषः किमर्थं वक्तव्यम् इति मम चिन्तनम् आसीत्, अन्यपक्षमेव स्वीकार्यम् इति. उदाहरणार्थम् अत्र काशी महोदय वदतु, इत्र कोऽपि चर्चा अस्ति चेत् तत् समये पाणिनि एकं वक्तुं न त्वं तत् तत् न दीयते, चर्चा कृत्वा महाभाषाया महर्षि प्राचीन किं द्वे अस्ति न करपत्रे अस्ति द्वे अपि तं स्वीकरोमः स्वीकुर्मः इति उच्यते. आं भगिनि, पक्षद्वयमपि साधु इति महाभाष्ये उक्तमस्ति. तर्हि अग्रे गच्छतु. अस्तु, आं भगिनि, नूतनपाठ चरीकृष् इति महा मूर्धन्य शकार शकारान्त धातुः अस्माभिः न कृतं, किन्तु रूपं समानमेव. अस्तु, करोमि. कृष् इति धातुः, चरीकृष् इति यङ्लुगन्तधातुः, तत्र पुगन्तलघुबुधस्य इत्यनेन उपधायां स्थितस्य ऋकारस्य गुणं भूत्वा चरीकर्ष् इति इति रूपं भवति. षडोः कः सि इत्यनेन मूर्धन्यषकारस्य ककारादेशः भवति, चरीकर्क् इति भवति. पुनः आदेशप्रत्ययोः इत्यनेन सि इत्यस्य प्रत्ययस्य सकारस्य षकारादेशः भूत्वा चरीकर्क्षि इति अन्तिमरूपम्. नूतनपाठः धातुपाठे हल् सन्ति तृतीयपाठः. पुष्पभगिनी अलं करोति वा? पुष्पभगिनी पञ्चनिमिषद्वयं भगिनी, नास्ति, अस्तु विद्या भगिनी. एतावता अस्माभिर्दृष्टं यत् धातुपटे हलन्तधातुभ्यः सादि सादिः तादिः धादिः धादिः च प्रत्ययः विहितः चेत् एव हल्सन्धिः भवति, नो चेत् न. प्रथमे पटे हलन्तेभ्यः धातुभ्यः लङ्लकारस्य त प्रत्ययः सप्रत्ययः च इत्यनयोः योजनविधिः अवलोकितः. द्वितीये पाठे हलन्तेभ्यः धातुभ्यः सकारादिप्रत्ययानां योजनविधिः लङ्लकारस्य सप्रत्ययम् अतिरिच्य अवलोकितः. अधुना तृतीये पाठे हलन्तेभ्यः धातुभ्यः तकारादिप्रत्ययानां ठकारादिप्रत्ययानां च योजनविधिः लङ्लकारस्य तप्रत्ययम् अतिरिच्य परिशीलयाम. अत्र धातुपाठः चतुर्षु विभागेषु विभक्ताः. तत्र प्रथमपाठे यदि हलन्तेभ्यः धातुभ्यः लङ्लकारस्य प्रथमपुरुष तप्रत्ययः अपृक्तसंज्ञकप्रत्ययः, अपि च मध्यमपुरुषे सप्रत्ययः अपृक्तसंज्ञकः प्रत्ययः. तत्र वयं हल्याभ्यो दीर्घस्तुतिस्य प्रोक्तं हल् इति अस्य प्रसक्तिः वयं दृष्टवन्तः. अनन्तरं पदसंज्ञा भवति, पदनिमित्तीकृत्य कार्याणि अपि वयं परिशीलितवन्तः. अनन्तरं द्वितीये पाठे हलन्तेभ्यः धातुभ्यः स सकारादिप्रत्ययानां योजनविधिः अपि वयं परिशीलितवन्तः. अधुना अत्र तृतीयपाठे तत्र हलन्तेभ्यः धातुभ्यः इदानीं तकारादिप्रत्ययानाम् अपि च तकारादिप्रत्ययानां योजनविधिः अग्रे परिशीलयामः इति अस्ति अत्र. अस्तु भगिनि, धन्यवादः. भगिनि, ये भागः विधयः चतुर्षु विभागेषु विभक्तः. प्रथममस्ति हलन्तेभ्यो धातुभ्यो लङ्लकारस्य तप्रत्ययः सप्रत्ययश्चेत्यनयोः योजनविधिः. हलन्तेभ्यो धातुभ्यः सकारादिप्रत्ययानां योजनविधिः, अत्र लङ्लकारस्य सप्रत्ययम् अतिरिच्य. तृतीयमस्ति हलन्तेभ्यो धातुभ्यस्तकारादिप्रत्ययानां थकारादिप्रत्ययानां च योजनविधिः लङ्लकारस्य तप्रत्ययम् अतिरिच्य. चतुर्थमस्ति हलन्तेभ्यो धातुभ्यो धकारादिप्रत्ययानां योजनविधिः. इदानीमेव अत्र इदानीं पर्यन्तं प्रथम अपि च द्वितीय विधिद्वयं दृष्टवन्तः. अत्र लङ्लकारस्य तप्रत्ययः सप्रत्ययः अस्ति चेत् योजनविधिः कथं भवति इति. अनन्तरं हलन्तेभ्यो धातुभ्यः सकारादिप्रत्ययानां योजनविधिः, अत्र लङ्लकारस्य सप्रत्ययम् अतिरिच्य कथं भवति इति इदानीमेव वयं अभ्यासपूर्वकं दृष्टवन्तः. अधुना अत्र हलन्तेभ्यो धातुभ्यस्तकारादिप्रत्ययानाम् अपि च तकारादिप्रत्ययानां योजनविधिः का इति परिशीलिष्यामः. अस्मिन् सन्दर्भे तु अत्र लङ्लकारस्य तप्रत्यय न द्रक्ष्यामः. किमर्थमित्युक्ते तत्तु पूर्वमेव वयं दृष्टवन्तः. अनन्तरम् अत्र हलन्तेभ्यो धातुभ्यो धकारादिप्रत्ययविषये योजनविधिः का इति वयं द्रक्ष्यामः. तर्हि चतुर्षु अयं पाठः तृतीयः. अत्र तृतीयः अस्ति वा तृतीयः अस्ति वा भगिनि? अहं तु पाठः तृतीयः इति एव पश्यामि. तृतीयः किल? अस्तु अस्तु. हलन्तेभ्यो धातुभ्यः तकारादिप्रत्ययानां च योजनविधिः लङ्लकारस्य तप्रत्ययम् अतिरिच्य परिशील्यते इति. इदानीमत्र अस्माकं विषयः कः इति अस्मिन् पाठे तृतीये पाठे अत्र तकारादिप्रत्ययानाम् अपि च थकारादिप्रत्ययानां योजनविधिः का इति वयं परिशीलिष्यामः. अग्रे अपि पठामि वा? हा, पठामि. धात्वन्ते वर्गस्य प्रथमः, द्वितीयः, तृतीयः, क्षम्यताम्, हलन्तधातुभ्यः तादिप्रत्ययः थादिप्रत्ययः चेत् अष्टसम्भावनाः. येषु अष्टसु विभागेषु स्मरणीयं यत् सकारथकारौ खर् प्रत्याहारे स्तः, अतः बहुत्र खरि च इत्यनेन चत्वसन्देहे प्रसङ्गः. थकारथकारौ झल् प्रत्याहारे स्तः, अतः यत्र झलि इति सूत्रेषु अनुवर्तते तत्र थकारथकारे च परे सूत्रस्य प्रसङ्गः इति सामान्यरीत्या अस्माभिः मनसि भवेत्. तकार प्रत्ययौ खर् प्रत्याहारे अन्तर्भूतम् इति कृत्वा खरि च इति सूत्रस्य प्रसक्तिः अस्ति. अपि च यत्र यत्र अपि च तौ झलि प्रत्यये अपि अन्तर्भूतम् अस्ति इति कृत्वा यत्र यत्र झलि इति सूत्रेषु अनुवर्तते तत्र तत्र द्रष्टव्यम् इति अस्ति. अपि च तादिप्रत्ययः थादिप्रत्ययः चेत् अष्टसम्भावना अस्ति, अष्टविधविभागः अस्ति अत्र. प्रथमं तु धात्वन्ते वर्गस्य प्रथमः, द्वितीयः, तृतीयः वर्णः येषु अन्यतमश्चेत् धात्वन्ते चर्त्वं तरी च इति सूत्रेण. प्रथमविभागः धात्वन्ते वर्गस्य प्रथमवर्गः वा द्वितीयवर्गः वा तृतीयवर्गः, प्रथम सदस्यः वा द्वितीयसदस्यः वा तृतीयसदस्य वर्णः अस्ति चेत् खरीच इत्यनेन चर्त्वं भवति. उदाहरणार्थं क ख घ क ख ग एतयोः वर्णयोः ककारादेशः भवति खरीच इत्यनेन. उदाहरणार्थं ले लेख् योगः ति, अत्र द्वितीयवर्णः महाप्राणखकारः अस्ति अन्ते धात्वन्ते. अपि च खरि खर्वर्णः परे अस्ति, कारः अस्ति इति कृत्वा खरीच इत्यनेन ककारादेशः, स्थानेऽन्तरतमः इत्यनेन ककारादेशः भवति. ले लेख् योगः ति, ले लेख् ति. इदानीं चकारः जकारः तयोः ककारादेशः भवति चोः कुः इति सूत्रेण. प्रथमं ककार प्रथमं कवर्गादेशः भवति, तदनन्तरं खरीच इत्यनेन चरादेशः भवति. उदाहरणार्थं भुञ्ज् योगः तः, तत्र भुङ् अनुस्वारस्य इ परसवर्णः इत्यनेन ङकारादेशः भवति. अपि च प्रथमं चोः कुः इत्यनेन जकारस्य गकारादेशः भवति, तदनन्तरम् अनुस्वारस्य यै परसवर्णः इत्यनेन अनुस्वारस्य नकारादेशः भवति भुम् इति रूपम्. इदानीं योगः तः खरीच इत्यनेन गकारस्य ककारादेशः भूत्वा भुङ्क्तः इति अन्तिमरूपं प्राप्नोति. किन्तु यदि धातुः व्रश्च भ्रश्च सृज मृज मृज् व्रश्च भ्रज् सृज् मृज् यज् राज् भ्राज् एतेषु अन्यतमः चेत् व्रश्च भ्रश्च सृज मृज यज् राज् भ्राज् छशांशः इति सूत्रेण अन्तिम वर्णस्य षकारादेशः मूर्धन्यषकारादेशः भवति. यथा या यज् योगः ति व्रश्च भ्रज इति सूत्रेण जकारस्य षकारादेशः भवति. या यश् योगः ति, इदानीं स्तोः ष्टुनाष्टुः इति सूत्रेण तकारस्य तकारादेशः तकारादेशः भूत्वा या यष्टि इति रूपं भवति. अपि च वाव्रश्च योगः ति, तत्र मूले सकारः आसीत् इति कृत्वा स्कोः संयोगाद्योरन्ते च इत्यनेन सकारस्य लोपं भूत्वा वाव्रच् योगः ति. इदानीं व्रश्च भ्रज इति सूत्रेण वाव्रश् मूर्धनिषकारादेशः वाव्रश् योगः ति, ष्टुनाष्टुः इत्यनेन वाव्रष्टि इति अन्तिमरूपम्. अग्रे अपि करोमि वा भगिनि? नो चेत् अस्तु महोदय, विद्य भगिनि. अस्तु, अत्र ठ ठ ड टवर्गस्य प्रथमद्वितीय तृतीय वर्णाः, तत्र परीच इत्यनेन प्रथमवर्णादेशः भवति. ईड् योगः ते, तत्र ईड् योगः टे, तत्र सर्वप्रथमं स्टुनाष्टुः इत्यनेन टकारस्य प्रभावेण तत्र टकारः भवति ईड् योगः टे. अनन्तरं करीच इत्यनेन ढकारस्य स्थाने टवर्गस्य प्रथमवर्णः आदेशः ईट् योगः टे, ईट्टे ईट्टे इति भवति. अनन्तरं यदि टवर्गस्य प्रथमः, द्वितीयः, तृतीयः वर्णः, तत्र करीच इत्यनेन प्रथमवर्णादेशः भवति. उदाहरणमस्ति अद् योगः ति, अत्र करीच इत्यनेन दकारस्य स्थाने तवर्गस्य प्रथमवर्णः तकारः अत्ति इति भवति. अनन्तरं झरो झरी सवर्णे इत्यनेन हल् उत्तरस्य जरः विकल्पेन लोपः सवर्णे झरी परे इति अस्ति सूत्रं. छिन्द्योगः तः अत्र खरीच इत्यनेन तत्र तकारः खर्वर्णः इति कृत्वा तत्र दकारः जल्वर्णः, जल्स्थाने छर् तवर्गस्य प्रथमवर्णः छिन्त् योगः तः. अनन्तरम् अत्र अनुस्वारस्य ययी परसवर्णः इत्यनेन तवर्गस्य पञ्चमवर्णः आदेशः, नकारः छिन्त् चिन्त्योगः तः छिन्तः इति एकं रूपम्. इदानीम् अत्र झरो झरि सवर्णे इत्यस्य प्रसक्तिः अस्ति. किमर्थम् इत्युक्ते अत्र नकारः छिन्तः, तत्र नकारः हल्वर्णः, अनन्तरं तकारः झर् झर् प्रत्याहारे अस्ति, अनन्तरं तस्य अनन्तरं तकारः यदस्ति तत् सवर्णे झर् अस्ति, तत्र सावर्ण्यम् अस्ति इति कृत्वा प्रथमतकारः लोपः भवति विकल्पेन इति कृत्वा रूपद्वयं छिन्तः छिन्तः इति. अनन्तरं पवर्गस्य फ फ भ अस्ति चेत् तत्र करीच इत्यनेन प्रथमवर्णादेशः पकारः, तेप् योगः ता, अत्र करीच इत्यनेन पकारस्य पकारादेशः तेप् ता. अस्तु भगिनि. धात्वान्ते वर्गस्य चतुर्थवर्णः वर्णः चेत् प्रत्ययादौ थ इत्यनयोः झकारः दशस्तो रुधो धः, धात्वान्ते जष्ट्वं दष्ट्वं जलां जषसि. उदाहरणेन दोग् योगः ति इषस्तो धोल्थः इत्यनेन दोग् योगः धि मूर्धन्य धकारः जलां जषि झषि दोग् योगः धि दोग् धि इति सम्पन्नं. नकारान्तं पठामि. नकारान्तमकारान्तधातुभ्यः कित् नित् प्रत्ययः चेत् धातोः उपधायाः दीर्घत्वम् अनुनासिकस्य क्विजलोः किति संयोगः सा, अत्र सां योगः सा अस्तु शान्ता इति परिवर्तनं करोति. किन्तु पञ्चदशानां धातूनाम् अनुनासिकलोपः अनुदात्तोपदे श्रवण श्रवणतितनोत्य तितनोत्यादि भवत्याः ध्वनिः सम्यक् न श्रूयते भगिनि. हन् योगः हतः हतः गम् योगः सः गतः, अत्र अनुनासिकस्य लोपः भवति. सन्धिकार्यं नष्टपदान्तस्य झलि अनुस्वारस्य ययिपरसवर्णः शां योगः तः शान्तः गम् योगः ता गन्ता. अत्र महोदय वदतु भगिनि, महोदय उक्तं शं तु शां कथम् आयाति इति. तदेव अत्र पूर्वं प्रथमवाक्यम् आसीत् खलु, अनुनासिकस्य क्विजलु इति इत्यनेन दीर्घत्वं भवति इति उपदायतस्य तत् दीर्घं भवति इति. उपदेश न न न अनुनासिकस्य क्विजलोन् इति क्विजलोन् इति जलि प्रत्यये परे निति जलि जलोः इति अस्ति खलु जलि इति सप्तमी विभक्ति अस्ति तर्हि जलि इति तत्र आकारः कथम् आयाति इति मम आकारस्य दीर्घवर्ण आकारः खलु अत्र दीर्घवर्ण इति न अनुवृत्तिः अनुवृत्तिः आयाति अनुवृत्तिरहितसूत्रस्य अस्तु धन्यवादः विद्यते अहं वा यकारान्तधातूनां यकारः लोपः लोपोर्व्योर्वलि जहै योगः ति अत्र तकारः वलि अस्ति अतः यकारस्य लोपः जहति जाहति क्षम्यतां जाहति दात्वन्ते शकारः चेत् शस्थाने शकारः व्रश्च भ्रश्च सृज मृज यज राज ब्राज चशांशः इति सूत्रेण तदा तकारतकारयोः ष्टुत्वं वश्योगः इति तत्र तालवेशकारस्य स्थाने मूर्धन्यषकारादेशः झलि परे अतः वश्योगः इति अनन्तरं ष्टुनाष्टुः इत्यनेन तकारस्य टकारः वष्टि इति रूपं धात्वान्ते शकारः चेत् ष्टुत्वम् एव द्वेष्योगः इति अत्र ष्टुनाष्टुः इत्यनेन तकारस्य शकारस्य प्रभावेन तकारः टकारः भवति द्वेष्टि इति रूपं धात्वान्ते सकारः चेत् केवलं वर्णमेलनम् अत्र आस् योगः ते आस्ते इति रूपं मम क्रमः अस्ति वा भगिनि अष्टम भागः अत्र धात्वान्ते ह ढ अनन्तरं लोपः तकारथकारयोः ढकारः अत्र होढः जशस्ततोर्धोधः ष्टुनाष्टुः डोढे लोपः अत्र लिह् योगः ता लेढा भवति इति दत्तमस्ति अत्र लिह् योगः तत्र प्रायः होढः इत्यनेन प्रथमं ढकारः लिढ् योगः ता अनन्तरम् अत्र ढकारः लिढ् इत्यस्य ढकारः जष्वर्णः झषस्तथोर्धोधः इत्यनेन अत्र यः तकारः अस्ति प्रत्ययस्य आदौ सः तकारः इदानीं धकारः अनन्तरं ष्टुनाष्टुः इत्यनेन धकारः ढकारः लिढ् यो लिड्योगः ढा इति लिढ् योगः ढा इदानीम् अत्र ढोढे लोपः इत्युक्ते अत्र ढकारे परे ढकारस्य लोपः भूत्वा अत्र लिढा भवति परन्तु अत्र लेढा प्रायः गुणः भवति प्रथमं गुणः ता इति गुणः कथम् आगच्छति आर्धधातुकप्रत्ययः गुणः धन्यवादः भगिनि ता इति आर्धधातुकप्रत्ययः भूत्वा अत्र प्रथममेव भवति पुगन्तलघुपदस्य च इत्यनेन लेह् योगः ता अनन्तरम् एतत् सर्वं भूत्वा अत्र लेढा इति भवति ढकारस्य लोपानन्तरं पूर्वस्थितस्य अण् आ इ उ इत्यस्य दीर्घादेशः ड्रलोपे पूर्वस्य दीर्घोऽणः अत्र लिह् योगः तः अत्र प्रथमम् अत्र होढः इत्यनेन लिट् लिढ् योगः तः, अनन्तरं झषस्ततो धोधः इत्यनेन तकारस्य धकारः, लिढ् योगः धः ढः भवति, अनन्तरं श्रुणाष्टुः इत्यनेन लिढ् योगः ढः, अनन्तरम् अत्र ढोढे लोपः इत्यनेन ढकारस्य लोपः भूत्वा लिढः, अनन्तरं ड्रलोपे पूर्वस्य दीर्घो नः इत्यनेन पूर्वस्वरस्य अन्वर्णस्य दीर्घः भवति भूत्वा लीढः इति रूपं निष्पन्नं भवति. अनन्तरं मास्तु अस्तु भगिनि, डकारादिहकारान्तधातोः हकारस्य स्थाने गकारः, तकारथकारयोः धकारः, दादेर्धातोर्घः झषस्ततो धोधः झलां झष् झषि, अत्र दुः इति धातुः अस्ति, दुः योगः ति, अत्र प्रथमं तिप् अस्ति भूत्वा अत्र उकारस्य गुणः दोह् योगः ति, इदानीं दुः इति दा आदि धातुः अस्ति, अतः अत्र हकारस्य स्थाने घकारः, दोघ् योगः ति, इदानीं दुः योगः ति पुगन्तलघुपदस्य न उक्तवान् वा भगिनि अहं क्षम्यताम् अत्र दुः योगः ति इति प्रथमं तिप् भूत्वा अत्र पुगन्तलघुपदस्य च इत्यनेन दोह् योगः ति, धातुः दकारादिधातुः, अतः दादेर्धातोर्घः इत्यनेन अत्र हकारस्य स्थाने घकारः, दोघ् योगः ति, अनन्तरम् अत्र घकारः झष् प्रत्याहारस्य वर्णः, अनन्तरं तकारादिधातुः अस्ति, अतः झषस्ततो धोधः इत्यनेन तकारस्य स्थाने धकारः, दोध् योगः धि, इदानीम् अत्र घकारः झल्वर्णः, धकारः झष्वर्णः, अत्र झलां झष् झषि इत्यनेन घकारस्य स्थाने अल्पप्राणः घकारः, दोग् योगः धि, वर्णमेलनं भूत्वा दोग्धि इति रूपं निष्पन्नं भवति. अस्तु वा भगिनि, क्षम्यतां महोदय, म्यूट् मध्ये आसम्. अत्र अत्र 3-4 रूपम् अस्ति चेदपि किमर्थं भष् आदेशः न भवति? अत्र भष् आदेशः दोघ् योगः धि, एकनिमिषः भगिनि, दोघ् योगः धि अस्ति, दोघ् अत्र द्वोः नास्ति, अत्र अत्र अत्र प्रायः दोग् अस्ति किल भगिनि, अन्ततो गत्वा दोग् योगः धि अस्ति, अत्र गकारः तु अत्र अल्पप्राणगकारः, पूर्वं दोघ् अस्ति, परन्तु अत्र झषस्ततोर्धोधः इत्यस्य कार्यं प्रायः सूत्रसङ्ख्या इति, परन्तु अत्र यथा महोदय उक्तवान् शुक्रवर्णमहोदय, तत्र द्वोः इति सकारः सकारादिप्रत्ययः नो चेत् द्वशब्दः, करोति चेत् अद्य एव पुनः अभ्यासं कृतवती सकारादि अपि च ध्वशब्दः. धन्यवादः. धन्यवादः. शुकवदनं महोदय. हा दृह् मुह् श्मुह् श्निह् इत्येषां वा हकारः गकारः ककारथकारयोः धकारः वा दृह मुह श्मुह श्निहां झषन्तततोर्घो झषन्तततोर्घः झषस्ततोर्धोर् झषस्ततोर्धोधः जलां झष् झषि इति त्रीणि सूत्राणि तत्र कार्यं करोति. घ अभावे ह घ अभावे ह धकारः लोपः. पश्यामः दृह् योगः ता इदानीं गुणं भूत्वा द्रोह् उगन्तलघुबुजस्य उपयोगेन द्रोह् योगः ता. तदनन्तरं हकारस्य घकारादेशः कथं हकारस्य विकृतेन ककारादेशः इत्युक्ते साधारणतया होड इत्यनेन डकारः भवेत् हकारस्य. तत्तु एकं पक्षम्. अन्यस्मिन् पक्षे घकारः भवति वा बृह मुह श्नुह श्निहाम् इति सूत्रेण हकारस्य स्थाने गकारः. तर्हि एकस्मिन् पक्षे अल्पप्राणगकारः अस्ति किल भगिनि. महाप्राणगकारः अत्र प्रथमवाक्ये पश्यतु दृह् मुह् स्नुह् स्निह् इत्येषां वा ह आरो ग इति दत्तमस्ति. अन्तिमरूपं गकारः प्रथमं महाप्राणगकारः अनेन सूत्रेण अनन्तरं योगः ता इति अस्ति. तर्हि जषस्ततोर्धोर्धः इति सूत्रेण दोधः इति सूत्रेण तकारस्य धकारः भूत्वा धोग् योगः धा इति भवति. अधुना गकारः भवति जलां दशि. तर्हि अन्तिम अन्ते तु हकारस्य धकारं भवति. ओ हो हो हो हो हो तकारयोः धकारः इति एतत्तु यदि वयं वा दृहमुह इति सूत्रं उपयोगं कुर्मश्चेत् यदि चेत् इति न वक्तव्यमिति महोदयेन उक्तम्. एते दातवः सन्ति दृहमुह श्लुह् श्लुह् श्निह् इति धातूनां कृते एव एतत् कार्यं सूत्रं कार्यं करोति. अन्यस्मिन् पक्षे किं भवति समानकार्यम् अन्यस्मिन् पक्षे डकार प्रथमं दोह् योगः ता इति पुगन्तलघुपदस्य इति अनन्तरं वा दृह मुह श्नुह श्निहाम् इति सूत्रेण द्वितीयपक्षे डकारः भवति खलु. तर्हि दोड् योगः ता इति भवति. अधुना ता इत्यस्य ष्टुनष्टुः इत्य श्रुतं जषस्तोदः इति सूत्रेण धा इति भवति. तर्हि दोड् योगः धा इति भवति. अधुना ष्टुनाष्टुः इत्यनेन धा इति भवति तकारस्य. तर्हि दोड् योगः धा इति भूत्वा अनन्तरं दोडे लोपः धोडा इति भवति धोडा इति भवति. अस्तु अहं किञ्चित् लिखित्वा पश्यामि. प्रथमं यत्र महोदयेन अत्र सामान्यकार्यम् अत्र उक्तमस्ति खलु प्रथमवाक्ये अष्टम बिन्दोः प्रथमवाक्यम् अस्ति, हकारस्य डकारः, अनन्तरं लोपः भवति, अनन्तरं दकारतकारयोः डकारः भवति. त्रीणि चत्वारि सूत्राणि कार्यं करोति. तदेव इति धात्वोः हकारस्य ढकारः तदनन्तरं लोपः भवति, सकारधकारयोः ढकारादेशः भवति, अकारस्य ओकारादेशः भवति. अत्र सामान्यकार्यं कृत्वा सहि वहो रो दवर्णस्य सहि वहो दोरवर्णस्य इति सूत्रस्य कार्यमपि अस्ति इति. सः योगः तुमुन् तत्र अनुबन्धलोपम् अनुबन्धलोपानन्तरं सः योगः हलन्त्यम् इत्यनेन नकारस्य लोपः भूत्वा सः योगः तुम् इदानीं होढः इति सूत्रेण षड् योगः तुम् तदनन्तरं अत्र जषस्ततोर् धोधः इति सूत्रेण तुम् इति इत्यस्य तकारस्य धकारादेशः भवति, षड् योगः धुम्, पुनः षड् योगः तत्र ष्टुनाश् टुः आम् अष्टुनाष्टुः इत्यनेन षड् योगः ढुम् षड् योगः ढुम् इति भवति. तत्र डे परे अपि च तत्पूर्वमपि ढकारः अस्ति इति कृत्वा डो डे लोपः इति सूत्रेण प्रथमढकारस्य लोपः भवति, स योगः ढुम्. इदानीं सहि वहोरोडवर्णस्य इति सूत्रं कार्यं करोति वा भगिनि? तत्र इति सूत्रेण अकारस्य ओकारः भवति, सो योगः ढुम् सो ढुम् इति अन्तिमरूपम्. अस्तु भगिनि. नः धातोः ह यो नः धातु दकार आयाति, तकारयोः दकारः तत्र नहोधः सूत्रान् नहोधः जषस्तथोधः जलां जलां जश् जषि नः योगः ता नहो दः इत्यनेन नद् योगः ता जश् ततोधः इत्यनेन नद् योगः धा सकारस्य धकारः आदेशः जलां जश् जषि जषि इत्यनेन नद् योगः धा नद्धा इति रूपम्. समाप्तः खलु समयः अपि सार्धदशवादनम् अभवत्. अस्तु अग्रिमसप्ताहे मिलामः. धन्यवादः. धन्यवादः. शुभरात्रिः. धन्यवादः भगिनी. शुभरात्रिः.